पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 48 युधिष्ठिर उवाच कथा सर्वात्वियं प्रोक्ता प्रयागस्य महामुने एवं मे सर्वमाख्याहि यथा च मम तारयेद मार्कण्डेय उवाच शृणुराजन् प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगद ब्रह्मा विष्णुस्तथेशानो देवता प्रभुरव्ययः ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यद तान्येतानि परोलोके विष्णुः पालयति प्रजाः कल्पान्ते तत्समग्रं हि रुद्रः संहरदे जगद न दतादिज नाध्येदि न कदाचिद्विनश्यदि ईश्वरसर्वभूतानां यः पश्यति स पश्यति उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति महेश्वरो वडे भूत्वा तिष्ठते परमेश्वरः ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः रक्षन्ति परमं नित्यं पापकर्मपरायणान् ये तु चान्ये च तिष्ठन्ति नयान्ति परमां गतिं युधिष्ठिर उवाच अप्याहमे यथा तत्त्वं यथैषां तिष्ठते श्रुतं केन वा कारणेनैव तिष्ठन्ति लोकसम्मताः मार्कण्डेय उवाच प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वरः कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलं तिष्ठन्ति रक्षणार्थाय पापकर्मनिवारणाः तस्मिं स्तु स्वल्पकं पापं नरके पादयिष्यति एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले तिष्ठन्ति ध्रियमाणाश्च यावदाभूदसम्प्लवं ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर पृथिवीस्थानमारभ्य निर्मिदं दैवतैस्त्रिभिः प्रजापदेरिदं क्षेत्रं प्रयागमिति विश्रुतं एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो भव इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये अष्टचत्वारिंशोऽध्यायः ॐ